भगिनी अत्र सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. अस्माकं पुस्तकमस्ति गीतासोपानं. भगवद्गीतायाः माध्यमेन संस्कृतभाषायाः अध्ययनं कर्तुं वयं सर्वे अत्र उपविष्टवन्तः. भगवद्गीतायाः आधारेण सोपानक्रमेण इदं पुस्तकं लिखितमस्ति. किन्तु आरम्भे वयम् एकं सुभाषितं शृणुमः. भगिनी किञ्चित् सुभाषितं श्रावयतु. रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशस्सुखकरी विद्या गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीन पशुः. उत्तमं, धन्यवादः भगिनी. यदि तत्र दूरवाण्यां ध्वनिः अस्ति चेत् कृपया म्यूट् कुर्वन्तु, तद् आवश्यकम्. अत्र अस्माकं संस्कृतभाषायाः ज्ञानस्य वर्धनाय गीतायाः श्लोकाः दत्ताः अस्मिन् पुस्तके. अस्मिन् पुस्तके पाठाः सम्यक् रीत्या सज्जीकृताः. अस्माकं पुस्तकस्य आरम्भे प्रत्येकस्मिन् पाठे उपरि, इत्युक्ते आरम्भे शीर्षकाणि दत्तानि. शीर्षकाणि इत्युक्ते शीर्षकं, टैटिल् दत्तमस्ति. शीर्षकम् अपि गीतायां प्रयुक्तानां वाक्यानि एव तत्र दत्तानि. इत्युक्ते गीतायाः आधारेण इदं पुस्तकं लिखितमस्ति. अत्र सप्ताहत्रयात् पूर्वं वयं षष्ठिविभक्तिः इति विषयं पठन्तः स्मः. इत्युक्ते षष्ठिविभक्तिः इति विषयः आरब्धः. तदर्थमेव वयं तत्सम्बद्धान् कांश्चन अभ्यासान् वयं कृतवन्तः. इत्युक्ते एतावता 30 पुटपर्यन्तं सर्वान् अभ्यासान् वयं दृष्टवन्तः. अद्य वयं 31 पुटे किमस्ति इति एकवारं परिशीलयामः. वयं सर्वे अधुना 12 अभ्यासात् आरभ्य पठामः. तदेव गृहपाठरूपेण दत्तमस्ति. 12 अभ्यासं पश्यन्तु गीताप्रवेशपुस्तके. तत्र कांश्चन श्लोकान् चित्वा ते दत्तवन्तः. चितानां श्लोकानां अर्थः ज्ञातव्यः अस्माभिः. इत्युक्ते अस्मिन् श्लोके श्लोकत्रयमस्ति, अभ्यासद्वयमस्ति. तदेव अस्माकं कार्यं तं कुर्मः. अत्र कृष्णन् तत्र महोदय वा अथवा भगिनी वा, प्रिया भगिनी इति भाति, भगिन्याः दूरवाण्यां बहु ध्वनिः अस्ति, तदर्थं म्यूट् करोमि अधुना. अत्र म्यूट् मध्ये तिष्ठति भगिनि, तिष्ठामि भगिनि. नमस्ते भगिनि, लता अस्मि. अत्र लता भगिनी नमस्ते, स्वागतं. पञ्चनिमिषानन्तरम् आगच्छामि, सर्वं सिद्धं कृत्वा आगच्छामि. पुस्तकं नास्ति अत्र, पञ्चनिमिषात्. चिन्ता मास्तु, चिन्ता मास्तु. अत्र अधुना अरुणा भगिनी भवती पठति वा? अत्र उपरि किं लिखितमस्ति? कति पुटे भगिनि? 31 पुटे. एतानि सुभाषितानि उच्चैः पठत. पुण्यस्य फलमिच्छन्ति पुण्यं न इच्छन्ति मानवाः फलं पापश्च न इच्छन्ति पापं कुर्वन्ति यतन्तः इच्छन्ति आक्रियापदमस्ति लघुवाक्यं मानवाः इच्छन्ति न इच्छन्ति इच्छन्ति अर्थः आहत्यमानवाः इति आहत्यं करणीयं किम् इच्छन्ति फलानि फलम् इच्छन्ति के कस्य फलानि पुण्यस्य फलानि इच्छन्ति मानवाः द्वितीयवाक्यं मानवाः न इच्छन्ति किं न इच्छन्ति पुण्यं न इच्छन्ति द्वितीयवाक्यं न इच्छन्ति मानवाः यतन्तः मे यतन्तः मानवाः न इच्छन्ति किं न इच्छन्ति फलं न इच्छन्ति कस्य फलं पापस्य फलं न इच्छन्ति यतन्तः कुर्वन्ति कुर्वन्ति क्रियापदं किं कुर्वन्ति यत्नतः वदतु भगिनि यत्नतः कुर्वन्ति किं कुर्वन्ति पापं कुर्वन्ति अत्र एकवारम् अन्वयवाक्यं वदतु समीचीनतया मानवाः पुण्यस्य फलम् इच्छन्ति एकवाक्यं मानवाः पुण्यं न इच्छन्ति मानवाः पापस्य फलं न इच्छन्ति यत्नतः पापं कुर्वन्ति उत्तमम् उत्तमं भगिनी अत्र फलमिच्छन्ति इति वाक्यम् अत्र फलमिच्छन्ति इति लिखितमस्ति तत्र सन्धिकार्यमस्ति वा नो चेत् केवलं वर्णमेलनमेव वा वा सन्धि अस्ति न योगः इच्छन्ति न तत्र केवलं फलमिच्छन्ति तत्र अयो केवलं वर्णमेलनं फलं अनुस्वर अस्ति अत्र अनुस्वरः परे फलं मकार अनुस्वरः इच्छन्ति अचुवर्णः मेलनत्वेन फलम् इच्छन्ति इति भवति उत्तमम् इत्युक्ते एतावता तत्र सन्धिकार्यं नास्ति केवलं वर्णमेलनमेव अस्ति फलम् इति पदस्य अन्ते मकारः अस्ति किमर्थमित्युक्ते अग्रिमपदस्य आदिमवर्णः अचुवर्णः अस्ति इति कारणतः तत्र मकारः एव लेखनीयं किन्तु अत्र केवलं वर्णमेलनमेव अस्ति अत्र अन्वयवाक्यं समीचीनतया उक्तवती भगिनी अनन्तरं नेच्छन्ति तत्र पदविच्छेदं करोतु न अकार परतः इकारः अस्ति अतो गुणे इति अहं मन्ये पूर्वपर अतो गुणे नास्ति अत्र सर्वदा भ्रम भवति अतो गुणे आद्गुणः न अकार न अत्र नकार अकार अस्ति इच्छन्ति पर उत्तरपदम् इकार आदि इकारः अस्ति आयोगः इ गुण भवति गुणः भवति गुणसन्धिः अत्र गुणसन्धेः संज्ञासूत्रमस्ति अदेङ्गुणः इति संज्ञासूत्रं किन्तु विधिसूत्रमस्ति आद्गुणः आद्गुणः इति सूत्रेण तत्र विधि तत्र गुणसंज्ञकवर्णः आदेशः भवति कार इकारयोः मेलनेन एकारादेशः अभवत् अत्र गुणसन्धिः अस्ति न इच्छन्ति नेच्छन्ति अग्रिमं वाक्यमपि तथा एव नेच्छन्ति इति लिखितमस्ति एतावता अत्र षष्ट्यन्तं रूपं किम् भगिनि अस्मिन् श्लोके षष्टिविभक्त्यन्तरूपाणि कानि पुण्यस्य पापस्य द्वे पदानि पदे षष्ट्यन्तपदम् द्वे पदे स्तः उत्तमम्. अत्र पुण्यस्य इति पदमस्ति षष्ट्यन्तं रूपं, किन्तु अस्माभिः प्रथमान्तं रूपमपि ज्ञातव्यम्. अत्र प्रथमान्तं रूपं किम्? पुण्यं पुण्य पुण्यं प्रथम एकवचनं पुण्य अकारान्त नपुंसकलिङ्गशब्दम् इति अहं मन्ये. उत्तमं. पुण्यम् अत्र पूधातोः रूपमेव, अन्यत् प्रत्ययः अस्ति. अनन्तरम् अत्र पुण्यं नपुंसकलिङ्गपदं, तथा एव पापम् इत्यपि नपुंसकलिङ्गपदमस्ति, अपि च फलम् इत्यपि नपुंसकलिङ्गपदम्. अत्र इतोपि किं दत्तमस्ति इत्युक्ते इच्छन्ति इति एकं पदं, भवती यद् जानाति तद्वदतु इच्छन्ति इत्यस्मिन् विषये. इच्छन्ति इष् दातु अहं मन्ये भवादिगणे इति प्रथम उत्तमपुरुष प्रथमपुरुष बहुवचनम् इच्छन्ति इच्छति ततः इच्छन्ति इति रूपाणि भवति. उत्तमम्. अत्र इषु इति इषुगमि यमांश्च. उत्तमम् उत्तमं भगिनि. इत्युक्ते यथा भगिनी उक्तवती अत्र इषु इति धातुः अस्ति इच्छायाम् इत्यस्मिन् अर्थे अस्ति. तत्र इषु धातुतः इच्छति रूपं कथं साधितम् इत्युक्ते तत्र एकं सूत्रमस्ति इषुगमीयमां छः इति सूत्रेण मकारस्य स्थाने छकारादेशः भवति, तेन इच्छति इति रूपम् आयाति. तत्र गम् धातोः विषये अपि च इषु धातोः विषये यम् धातोः विषये इदं सूत्रं कार्यं करोति. इषुगमीयमां छः इति सूत्रेण इच्छन्ति इति रूपम् आयाति. आहत्य तात्पर्यमपि भवती एव पठतु भगिनि. अत्र जनाः पुण्यस्य फलम् इच्छन्ति किन्तु पुण्यकार्याणि कर्तुं न इच्छन्ति. पापस्य फलं न इच्छन्ति किन्तु प्रयत्नेन पापकार्याणि कुर्वन्ति. कुर्वन्ति इत्युक्ते किमिच्छन्ति किं न इच्छन्ति जनाः? पुण्यस्य फलम् इच्छन्ति, पापस्य जनाः पुण्यस्य फलम् इच्छन्ति परन्तु पुण्यकार्याणि न कुर्वन्ति कर्तुं न इच्छन्ति. पापस्य फलं न इच्छन्ति परन्तु प्रयत्नेन पापकार्याणि एव कुर्वन्ति. कुर्वन्ति उत्तमम्. इत्युक्ते अत्र इच्छन्ति इच्छार्थे इच्छार्थे एकः प्रत्ययः अस्ति सन् प्रत्ययः इति वदामः. कर्तुं कर्तुम् इच्छा चिकीर्षा कर्तुम् इच्छा. साधारणतया कर्तुम् इच्छामि इति वदामश्चेत् तत्र एकमेव पदं वक्तुं शक्यते. तत्र मम चिकीर्षा अस्ति अहं चिकीर्षुः इति वक्तुं शक्यते. अत्र मानवः इति एकं पदमस्ति अत्र मनोः अपत्यं पुमान् मानवः तदपि तद्धितान्तं पदमस्ति. अत्र इतोपि किं दत्तमस्ति यत्नतः यत्नतः पापं कुर्वन्ति. यत्नतः इत्युक्ते प्रयत्नेन डेलिबरेट्लि अथवा डेलिजेण्ट्लि पापं कुर्वन्ति जनाः. पुण्यं पदं कथम् आगच्छति अत्र पू धातुतः ण्यत् प्रत्ययः वा यत् प्रत्ययः वा तत्र अस्ति भगिनि. कुरु धातुतः कार्यम् इव इति उत्तमं भगिनि. अनन्तरम् अत्र धन्यवादः गीताञ्जलिभगिनि. भवती किञ्चित् वदति वा अत्र कुर्वन्ति इति पदमस्ति कुर्वन्ति इत्यस्मिन् विषये किञ्चित् वदतु. कुर्वन्ति इति कृ धातु तः प्रथमपुरुष बहुवचन लट् रूपम् अस्ति. अपि च किं भगिनि कृ धातुः कीदृशधातुः? क्रूधातु इति सकर्मकधातु अपि च उभयपदी धातुः क्षम्यतां भगिनि चिन्ता मास्तु भगिनि केवलं भवती यद् जानाति तद् वदतु तत्र चिन्ता मास्तु विस्मरामि भगिनि उभयपदी उभयपदी अस्ति अत्र अत्र परस्मै पदी रूपं दत्तं यदि वयम् आत्मनेपदीरूपं योजयित्वा वाक्यं रचयितुम् इच्छामश्चेत् वाक्यं किं भवति मानवाः कुर्वन्ते न सम्यक् कुर्वन्ति न मानवाः पापम् एव विस्मरामि भगिनि चिन्ता मास्तु अत्र क्रूधातुः उभय केवलं वयं सर्वे मिलित्वा अत्र चिन्तनं कुर्मः चिन्ता मास्तु भगिनि अत्र कुर्वते वदतु कुर्वते मानवाः पापम् एव कुर्वते तदपि साधु उत्तमं कुर्वते इति रूपं यथा भगिनी उक्तवती कुरुते कुर्वाते कुर्वते बहुवचनरूपं कुर्वते मानवाः कुर्वते इति अपि साधु तत्र क्रूधातुः तनादिगणीयधातुः अपि च सकर्मकधातुः अपि च उभयपदीधातुः किन्तु अत्र परस्मैपदिरूपं प्रथमपुरुष बहुवचनरूपं दत्तमस्ति अत्र पुण्यकार्याणि इति पदमस्ति पापकार्याणि इति पदमस्ति तत् पदं समस्तपदं कोऽपि वदति वा अत्र समस्तपदमस्ति तत्र विग्रहवाक्यं कथं वक्तव्यं भवति तत्पुरुष षष्टि तत्पुरुष भगिनी पुण्यस्य कार्याणि पुण्यस्य कार्याणि भवति वा अथवा पुण्यानि तानि कार्याणि विशेषणपूर्वपदकर्मधारयसमासः भवति वा अथवा पुण्यस्य कार्याणि कार्याणि कीदृशानि इत्युक्ते पुण्यानि पुण्यानि कार्याणि पुण्यानि एव कार्याणि विशेषणपूर्वकर्मधारय इति अहं मन्ये समीचीनम् इत्युक्ते अत्र अर्धं दृष्ट्वा एव सर्वदा विग्रहवाक्यं वक्तव्यं भवति पुण्यानि तानि कार्याणि च इति वक्तुं शक्यते तथा एव पापानि तानि कार्याणि च इति अपि वक्तुं शक्यते अत्र एकं पदमस्ति पापम् इति पदमस्ति पापम् इति पदात् एव पापी इति पदम् आयाति पापी इति पदम् इनि प्रत्ययान्तरूपं यस्य यस्मिन् पापमस्ति यस्य शीलं तादृशम् अस्ति सः पापी इति पदम् आयाति तत्र इनि प्रत्ययान्तरूपं पापी यथा गुणीशब्दवत् तत्र पापी इति शब्दः नकारान्तपदमस्ति यस्य यस्य स्वभावः अथवा यस्य शीलं तादृशमस्ति सः एव पापी तत्र प्रातिपदिकं पापिन् अपि च पापम् इति पदस्य अर्थः कः इति अहं दृष्टवती अतः वदामि पाति रक्षति आत्मानम् अस्मात् पापमित्युक्ते पाति रक्षति आत्मानम् अस्मात् इति रूपम् अस्ति अपि च मानवाः इति पदं वयं जानीमः तथा एव जनः इति पदमस्ति जन् धातोः रूपमेव जनः जन् धातोः लट्लकाररूपं जायते अत्र दिवादिगणीयधातुः जायते तत्र साधारणतया दिवादिगणीयधातुषु यकारः अन्ते श्रूयते एतावता अत्र मानवाः किं वदतु पापि रक्षति आत्मानं फार् पापि वर्ड् यु सेड् न न फर् पापं पापम् इत्युक्ते किं पाति हौ केन् इट् बी पाति रक्षति इत्युक्ते एक्स्प्लेन् कैण्ड्लि एक्स्प्लेन् मीनिङ्ग् पाति ओ पापं इट् प्रोटेक्ट्स् अस् फ्रम् नो नो ऐ डिण्ट् अण्डर्स्टाण्ड् सोरि अस्मात् आत्मानं रक्षति पापं रक्षति पुण्यं रक्षति नो आत्मानं पुण्यं पुण्यमेव रक्षति किन्तु अत्र पापं अकर्तुम् आत्मानं रक्षति इति अकर्तुम् अकर्तुम् इत्युक्ते भगिनि न कर्तुम् अकृत्वा इति न रक्षति पाति न रक्षति आत्मानम् अस्मात् इति पापं विल् नाट् प्रोटेक्ट् न सो न रक्षति पापं विल् नाट् प्रोटेक्ट् सम्यक् एव अत्र इतोपि किं दत्तमस्ति एतावता मानवाः किं कुर्वन्ति किं न कुर्वन्ति अपि च किमिच्छन्ति इति दत्तवन्तः भवन्तः सर्वे अवगतवन्तः इति भावयामि अग्रिमं श्लोकं पश्यामः अधुना अत्र द्वितीयं श्लोकं शोभा भगिनी भवती पठतु हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणं श्रोतस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् तत्र हस्तस्य अपि कण्ठस्य श्रोतस्य एतानि पदानि षष्टिविभक्तौ सन्ति हस्तस्य भूष अर्थम् अत्र तु श्रोत्रम् श्रोत्रम् तत्र रेफः अपि अस्ति श्रोत्रम् अत्र अन्वयवाक्यं वदतु एकवारं कुत्र भगिनि द्वे वाक्यानि अपि अस्य श्लोकस्य अन्वयवाक्यं किं भवति हस्तस्य भूषणं दानं दानं किमपि करोति चेत् तेन हस्तस्य भूषणं भवति नास्ति चेत् भूषणम् एव नास्ति हस्तस्य हस्तौ स्तः चेदपि प्रयोजनं नास्ति इति सत्यं कण्ठस्य भूषणं मम प्रश्नः कः इत्युक्ते अत्र वाक्ये कानिचन पदानि सन्ति तानि पदानि क्रमपद्धत्या लिखामश्चेत् अन्वयवाक्यं सिद्ध्यति अन्वयवाक्यं वदतु इत्युक्ते अत्र पदानि क्रमपद्धत्या योजयित्वा वदतु ओ अस्तु अस्तु दानं हस्तस्य भूषणं अनन्तरं सत्यं कण्ठस्य भूषणं यथावत् शास्त्रं श्रोत्रस्य भूषणं अपि च नो चेत् भूषणैः किं प्रयोजनम् उत्तमं तदेव इत्युक्ते अत्र काठिन्यं नास्ति हस्तस्य भूषणं दानम् इति लिखितमस्ति अत्र प्रथमान्तं रूपं किम् अत्र हस्तस्य तस्य प्रथमान्तं रूपं तत्र हस्तम् इति अहं चिन्तयामि अत्र हस्तः हस्तः अस्तु हस्तः हस्तः अत्र हस्तः इति पुंलिङ्गपदमस्ति अपि च कण्ठः इति अपि पुंलिङ्गपदमस्ति किन्तु श्रोत्रम् इति नपुंसकलिङ्गपदम् इत्युक्ते अत्र पुंलिङ्गपदमस्ति चेदपि अथवा नपुंसकलिङ्गपदमस्ति चेदपि तत्र षष्ट्यन्तं रूपं समानमस्ति अत्र हस्तः कण्ठः श्रोत्रम् अत्र एतानि पदानि सन्ति दानम् इत्यस्मिन् विषये भवती यज्जानति वदतु दानं दानं दानं तु नपुंसकलिङ्गे भवति इति अहं मन्ये प्रथमपुरुषे दानम् एव अपि च किं दा धातोः दा धातोः आगतः पदं दा धातु चतुर्थीविभक्तौ एव उपयोगं कर्तुं शक्नुमः. अत्र उत्तमम् उत्तमं भगिनि, तदेव तदेव श्रोतुमिच्छामि. लता भगिनी उक्तवती इत्युक्ते अत्र दा धातोः रूपमेव दानम्, किन्तु लट्लकाररूपं ददाति यथा भगिनी उक्तवती ल्युट् प्रत्ययान्तरूपमस्ति. स्ना धातोः रूपं स्नानं, पा धातोः रूपं पानं, दा धातोः रूपं दानम् इत्युक्ते अत्र आकारान्तधातुः दा धातुः, दा पा स्था घूमा स्था गा पा जहाति सांहलि इति एकं सूत्रमस्ति, चिन्ता मास्तु. अत्र दानम् इति लुट् प्रत्ययान्तरूपम् अस्ति. हस्तस्य भूषणं दानम्, अत्र भूषणं इत्युक्ते तत्रापि धातुतः एव तत्पदम् आगतं, तदपि लुडन्तपदमेव. भूषति अलङ्कारे इत्यस्मिन् अर्थे पदमस्ति. विभूषणं आभूषणं इति पदानि पश्यामश्चेत् तत्र केवलम् उपसर्गः एव अस्ति. आभूषणं विभूषणं एतानि पदानि वयं साधारणतया शृणुमः, किन्तु आभरणम् इति भिन्नं पदं, तत्र धातुः भिन्नधातुः अस्ति. भ्रू इति धातुः अस्ति. आभरणम् इति पदमपि ल्युडन्तपदमेव. तत्र आभरणम् इत्यस्मिन् पदे बहुवचनरूपं किं भवति? आभरणानि. तत्र णत्वं किमर्थं नास्ति? णत्वम् अस्ति अस्ति किल भगिनि? आभरणानि आभरणानि क्षम्यताम्, तत्र णकारः एव बाधकः भवति इति कृत्वा. नकारानन्तरं नन्तरस्य नकारः तस्य णत्वं न भवति. उत्तमम्. इत्युक्ते तत्र आभरणानि इति बहुवचनरूपमस्ति. तत्र टवर्गीय अनुनासिकव्यञ्जनं णकारः एव बाधकवर्णः. तत्र निमित्तमस्ति किन्तु बाधकवर्णः अस्ति इति कृत्वा तत्र णत्वं न भवति. अत्र विभूषणं इत्यस्मिन् पदे अपि बहुवचनरूपं किं भवति? विभूषणानि. तत्रापि तत्रापि एवमेव नकारः एव बाधकवर्णः भवति. टवर्गीयवर्ण टवर्गीय अन्तिमवर्णः अस्ति इति कृत्वा. उत्तमं. भूषणम् इत्यस्मिन् पदे भिन्नधातुः अस्ति, आभरणम् इत्यस्मिन् भिन्नधातुः अस्ति. आहत्य हस्तस्य भूषणं दानं, कण्ठस्य भूषणं सत्यं. सत्यम् इति एकं पदमस्ति. तत्र सते हितम् इति शब्दकोशे दत्तमस्ति. सत् योगः यत् इति प्रत्ययः इति दत्तमस्ति. अपि च सत्यम् एकं पदं, सत्वं भिन्नं पदं. सत्वं भिन्नं पदम्. अपि च अत्र द्वितीये वाक्ये श्रोत्रस्य भूषणं शास्त्रम्. अत्र श्रोत्रं, श्रोत्रम् इत्युक्ते किमपि श्रूयते, तत् श्रुतिः, श्रुतिः अपि अस्ति. श्रूयते अनेन अनेन कर्णः. उत्तमं. कर्णः इति पर्यायवाचकपदमस्ति, किन्तु अत्र भगिनी उक्तवती यत् श्रूयते अनेन इति वक्तव्यं भवति. श्रूयते अनेन श्रोत्रम् इति. श्रोत्रस्य भूषणं शास्त्रम्. अत्र शास्त्रम् इति उत्तमं पदमस्ति. अत्र शास्त्रम् इति पदं कथमागतम् इति पश्यामश्चेत् तत्र शास् तालव्य तालव्यशकारः अस्ति. शास् धातुः अस्ति. अरुणभगिनी वदति वा? धारयति शास्त्रम्. अहं शासनात् अधीयते, शासनात् अधीयसे तारयति भवन्ति, तरति अत्र शास् धातोः रूपमेव शास्त्रम्. अत्र स्ट्रन् इति एकः प्रत्ययः अस्ति, शास्त्रं स्ट्रन् इति एकः प्रत्ययः अस्ति, अपि च अत्र शास्त्रं शास् धातोः विषये किञ्चित् भिन्नधातुः, तस्मिन् विषये किञ्चित् वदामि. अत्र शास्त्रम् इत्युक्ते किम् इति पश्यामश्चेत् तस्य पर्यायवाचकपदमस्ति, आदेशः आज्ञा इति दत्तमस्ति. शास्त्रे यद्दत्तमस्ति तत् सर्वम् अस्माभिः आज्ञारूपेण पालनीयं भवति. शास् धातोः रूपं शास्ति, शिष्टः, शासति. धातोः रूपाणि लट्लकाररूपाणि शास्ति, शिष्टः, शासति इत्यस्मिन् इति रूपाणि भवन्ति शास् धातोः रूपाणि. अत्र आहत्य अर्थमपि वदतु भगिनि. शिष्टः इत्युक्ते किमपि शास्त्राणि आचरन्ति ते अपि अस्ति किल भगिनी, तत्र शास्ति शिष्टः द्विवचने. हा उत्तमम्. इत्युक्ते भवत्या किमुक्तम् इत्युक्ते शिष्टः इति पदं नामपदमपि अस्ति किन्तु क्रियापदम् इत्युक्ते तिङन्तपदम्. तिङन्तपदं प्रथमपुरुष द्विवचनरूपं शिष्टः, शास्ति शिष्टः, शासति इति रूपाणि भवन्ति. द्विवचनरूपं शिष्टः किन्तु शिष्टः इति शिष्टः शिष्टाचारः तादृशानि पदानि, नामपदानि इत्युक्ते सुबन्तपदानि अपि सन्ति. तत्र मध्यमपुरुषे द्विवचने शिष्ट महाप्राण टकारः तिष्ठः अस्ति प्रायशः तत्पदमेव अन्वयति इति भाति. अनन्तरम् अत्र आवरणे तात्पर्यं लिखितमस्ति, पठतु एकवारं. दानकरणम् एव हस्तस्य भूषणं, सत्यभाषणम् एव कण्ठस्य भूषणं, शास्त्रश्रवणम् एव कर्णस्य भूषणम्, अतः अन्यैः आभरणैः किमपि प्रयोजनं नास्ति. स्वस्य वाक्यैः वक्तुमिच्छति वा? आम्, तत्र यथा उक्तं मनुष्यस्य भूषणं केन प्रयुज्यते, सम्यक् अस्ति वा तत् पदं, प्रयुज्यते, प्रचलति वा इत्युक्ते दानं करणीयं, सत्यं वदनीयं, शास्त्राणि श्रोतव्यानि तेन एतानि एतानाम् उपयोगं एतेषाम् उपयोगः भवति. तत्र उपयोगः इति पदमस्ति, तत्र भूधातोः उपयोगं कुर्मः चेत् उपयोगः भवति. एतेषाम् उपयोगः अस्तु अकर्मकधातु भूधा एतेषाम् उपयोगः भवति, नो चेत् मनुष्यत्वे किमपि प्रयोजनं नास्ति इति. अस्तु इत्युक्ते भगिनी दानं श्रुति श्रवणम् एतानि अस्माकम् अन्तःकरणस्य संस्कारान् कुर्वन्ति, लेकिन् एक्स्टर्नल् आवरणस् डोण्ट् डू एनिथिङ्ग्, दे आर् जस्ट् अ मेटीरियलिस्टिक् थिङ्ग्, लेकिन् आल् दीस् थिङ्ग्स् दट् इस् गिवन् इन् दि सुभाषित दे डू संस्कार फार् अस् एण्ड् अप्लिफ्ट् अस् आत्मानं किल. उत्तमं भगिनि, उत्तमम् उत्तमम्. इत्युक्ते अन्तःकरणस्य आभरणं भवति. उत्तमं तदेव इत्युक्ते तदर्थमेव अत्र तात्पर्यं लिखितमस्ति अन्यैः आभरणैः किमपि प्रयोजनं नास्ति इति एव अत्र लिखितमस्ति इत्युक्ते अत्र दानकरणम् इत्युक्ते दानं करणीयम् इति किन्तु अत्र करणम् इति पदमस्ति तस्मिन् विषये तत्र शोभा भगिनी वदति वा तत्र समस्तपदम् इति अवगच्छामि किन्तु दानं करणं दानस्य करणं करणम् इत्युक्ते किमपि कार्यं क्रियते केन इति वा दानं करणीयम् इति करणम् इति पदं कीदृशं पदं करणं ल्युडन्तपदम् ल्युडन्तपदम् इतोपि वदतु क्रूधातोः ल्युडन्तपदम् अत्र क्रूधातोः ल्युट् रूपमेव करणं किन्तु क्रूधातुतः णिच् योजयित्वा ल्युट् योजयामश्चेत् कारणम् इति भवति करणम् इति साधारणं पदं कारणम् इति णिजन्तपदम् तत्र अर्थः अपि भिन्नः अस्ति अर्थभेदः अस्ति उत्तमम् अत्र हस्तस्य भूषणम् इति लिखितमस्ति तत्पदं वयं समस्तपदं कृत्वा लिखामश्चेत् किं भवति हस्तभूषणम् उत्तमं तत्र षष्टिविभक्तेः लोपः उत्तमं सत्यभाषणम् इति पदमस्ति तत्र भगिनि वदतु द्वे द्वौ हस्तः सन्ति किन्तु दानं वामनहस्तेन वामन न दक्षिणहस्तेन भवति इति कृत्वा वा वदतु हस्तभूषणम् हस्तभूषणम् हस्तस्य किं वदति नेत्रं द्वे भवति कर्णौ द्वे भवति हस्तमपि द्वयमस्ति हस्तस्य भूषणम् इति अत्र लिखितं साधु एव इत्युक्ते यदा वयं विग्रहवाक्यं लिखामश्चेत् एकवचने वा भवतु द्विवचने वा भवतु बहुवचने अपि तत्र विग्रहवाक्यं साधु एव किन्तु यथा भगिनी भवती उक्तवती अत्र हस्तयोः भूषणम् इति लिखामश्चेदपि साधु एव किन्तु अत्र हस्तस्य भूषणम् इति लिखितमस्ति हस्तयोः भूषणम् इति एव तत्र स्वीकर्तव्यम् किन्तु अस्माकं संस्कृत्यां दक्षिणतः हस्तेन एव दानं कुर्मः भवति अस्तु अस्तु उत्तमम् आशीर्वादमपि दानमपि अस्तु एकमेव अस्तु अनन्तरम् अत्र सत्यभाषणम् इति लिखितमस्ति अहं चिन्तयामि सत्यम् एव भाषणम् इति वदामश्चेत् तत्र समीचीनं विग्रहवाक्यं सिद्ध्यति सत्यभाषणम् इत्युक्ते न तु सत्यस्य भाषणं सत्यमेव भाषणं भवेत् तत्र एव इति वदामश्चेत् बहु समीचीनतया तस्य अर्थः जायते इत्युक्ते तत्र सत्यमेव भाषणम् इत्युक्ते अवधारणपूर्वपदकर्मधारय समासं कर्तुं शक्नुमः तत्र कण्ठभूषणं तत्रापि समस्तपदं कर्तुं शक्नुमः कण्ठस्य भूषणं कण्ठभूषणं शास्त्रश्रवणम् अत्रापि शास्त्राणां श्रवणम् अत्र सर्वदा षष्टिविभक्तेः उपयोगं कृत्वा एव बहूनि समस्तपदानि निर्मातुं शक्नुमः कण्ठस्य भूषणं कण्ठभूषणं तावदेव अत्र भगिनी एकः प्रश्नः भगिनी अत्र भूषणं दानं सत्यं भूषणं शास्त्रं भूषणम् इति सर्वे विशेषणविशेष्यभावा अत्र विशेषणविशेष्यभावः अस्ति वा अत्र हस्तस्य भूषणम् अत्र विशेषणविशेष्यभावः नास्ति. अन्य किं चिन्तयन्ति? कृपया वदन्तु. सम्बन्धमेव षष्ठी इति सम्बन्धमेव, न विशेषणविशेष्यभाव. सम्बन्धः अस्ति, न तु विशेषणविशेष्यभावः. अत्र दक्षिणस्य हस्तस्य इति वदामः चेत् विशेषणविशेषं भवति. आं भगिनि. किन्तु भूषणं दानम् इति ल्युडन्तपदं क्रियापदं तु नास्ति. ल्युडन्तपदम् अत्र क्रियापदं योजयित्वा वक्तुमिच्छामश्चेत् अस्ति इति वक्तुं शक्यते. ल्युडन्तपदानि सोरि भवती वदतु भगिनि प्रथमतः, अनन्तरं वदामि. अहं चिन्तयामि दानं हस्तस्य भूषणम् अस्ति इति भवति, तत्र क्रियापदम् अस्ति योजनस्य आवश्यकता नास्ति, किन्तु अध्याहर्तव्यं चेत् अस्ति इति वक्तव्यं भवति. लता भगिनी वदतु. भूषणं दानं ये सर्वे कृदन्तपदानि, अतः नामपदम् they are derived from the dhatu, but once they take the ludanta form, they become anantaram suprateya suprateyase yojanena ichukte etavata napumsakalinga pada nirmana samaye yani karyani bhavanti tadrushani karyani eva atrapi bhavanti ichukte yatha bhagni uktavati dadha ichukte dhatutah yat padam nishpannam bhavati tat padam tinganta padam va bhavati अथवा कृदन्तपदं वा भवति. अत्र दानम् इति कृदन्तपदमस्ति, केवलं कृत् प्रत्ययस्य योजनेन प्रातिपदिकं सिद्ध्यति, तदनन्तरं पुनः वयं सुप्रत्ययं योजयामः, तेन अन्ते नपुंसकलिङ्गपदं सिद्ध्यति इति लता भगिनी उक्तवती. आं भगिनि, संज्ञापदम् अत्र भवति, तदेव अहम् इति वदामि विशेषणविशेषभाव. भगिनि लघुवाक्यं भूषणं भवति भवन्ति. उत्तमं. कस्य भूषणं? हस्तस्य भूषणं. किं दानम् अत्र भूषणं? अहं मन्ये कर्तृपदं दानम् इति क्रियापदम् अहं मन्ये, ततः अत्र विशेषणविशेषसम्बन्धः नास्ति. भूषणं भवति लघुवाक्यं, किं भूषणं? किं भूषणं भवति? दानं भूषणं भवति, ततः दानं क्रियापदमेव, कर्मपदम्. कर्म भगिनी, भूषणं क्रियापदम् इति अहं न अवगच्छामि. न भूषणं कर्म, भूषणं कर्तृपदम्. हस्तस्य भूषणं भवति. किं भवति भूषणं? किं भूषणं भवति? दानमेव. ओ, दानं कर्मपदं, भूषणं कर्तृपदम्. अस्तु. No, danam is krudantapada, ludanta, therefore it is always in napumsakalinga only. Na, so you have to use it danam, bhushanam like that only. There is no danaha like that. Ludantapada, napumsakalinga eva. लुड्यन्तपदानि सर्वदा नपुंसकलिङ्गे एव भवन्ति. इत्युक्ते अत्र विशेषणविशेष्यभावः न दृश्यते भगिनी. अत्र यथा भगिनी उक्तवती, दानं हस्तस्य भूषणं भवति इति वाक्यमस्ति चेत् हस्तस्य भूषणं किं? दानम् इति रूपं भवति तत्र. लुडन्तपदं क्रियां बोधयति वा? क्रियां बोधयति इत्युक्ते सर्वाणि कृदन्तपदानि, कृदन्तपदानि सर्वदा, किन्तु तत्र अत्र दानम् इति नपुंसकलिङ्गपदम् अस्ति, क्रियापदम् अत्र भवति वा? धातुतः निर्मितानि कृदन्तपदानि क्रियापदं न, तत् नामपदमेव. धातु प्लस् कृदन्तप्रत्यय if we apply it, lyut is one krudanta pratyaya. Lyut pratyaya yojaneena dhatuhu danam iti nama padam bhavati, and all krudantas are used as visheshanam also, no? That's what we have read. So this can be visheshanam, and hence they are in napunsakalinga. कर्तृपदमपि भवति भगिनि, लुडन्तरूपाणि कर्तृपदमपि भवति, कर्तृप अपि इत्युक्ते अत्र अत्र किं वक्तव्यम् इत्युक्ते हस्तस्य भूषणम् अत्र तु कर्मपदषष्टि इति हस्तस्य भूषणम् इति पदमस्ति अत्र विशेषणविशेषभावः न दृश्यते भगिनि किमपि चिन्ता मास्तु तत् त्यजामः अनन्तरं तृतीयं श्लोकः अग्रे गच्छेम गीताञ्जलि भगिनी भवती पठतु अग्रिमम् अग्रिमश्लोक भगिनि श्लोकः पापानां शोधकं नित्यं परानन्दस्य बोधकं रोचकं चित्तवृत्तीनां भजध्वं नाम मङ्गलम् एकवारं श्लोकं यदि भवती इच्छति चेत् इतोपि एकवारं पठित्वा अत्र अन्वयवाक्यं रचयामश्चेत् कथं लेखनीयम् पापानां शोधकं नित्यं एकं कर्म एकं वाक्यम् एकं वाक्यं भवति अस्ति परानन्दस्य बोधकं द्वितीय भवति रोचकं चित् वृत्तानि इत्युक्ते तत् तृतीयं कस्यैः सर्वे भवन्ति भजध्वं नाम मङ्गलं करणेन सर्वं भवन्ति उत्तमम् अत्र षष्टिविभक्त्यन्तरूपाणि कानि पापानाम् इति षष्टि बहुवचनरूपं शोधकं नित्यं परानन्दस्य इति आनन्दस्य पर आनन्दस्य षष्टि एकवचन रोचकं चित्तवृत्ति वृत्तीनां वृत्तीनाम् इति षष्ठी बहुवचन चित्तवृत्तीनां चित्तस्य वृत्तीनां भजध्वं नाम मङ्गलं भजध्वम् अपि षष्ठी नास्ति अत्र एकमेकं पदं स्वीकृत्य पश्यामः पापानाम् इति यथा भवती उक्तवती षष्ठी बहुवचनमस्ति शोधकं शोधकम् इति कीदृशं पदं कोऽपि वदतु लता भगिनी वदतु I'm very sure it is one ka pratyaya added. Shuddh dhatu. Shuddh dhatu ho roopa meva shodhaka. Nudra pratyaya. Nuvul pratyaya ha iti aham chintayami. Atra divadigane yekaha dhatu haste. Shuddh dhatu ho shuddhyati it roopa masti. Tasmateva shodhakaha adhva shodhakam. तादृशानि पदानि सिद्ध्यन्ति पापानां शोधकम् एव पापानां शोधकं किम् अत्र भगवतः नाम भगवतः नाम भगवतः नाम एव पापानां शोधकं नित्यम् इति लिखितमस्ति शोधकम् इति पदमस्ति शोधनम् इति पदमपि अस्ति शोधनं लुडन्तपदं शोधकं नौल् प्रत्यान्तरूपं परानन्दस्य बोधकं बोधकं तत्पदं कीदृशं बुद्धधातु रूपं वदतु भगिनि उषा भगिनि बुद्धधातु इति मन्ये भगिनि बुद्धधातुः बुद्धधातोः रूपमेव तत्र बुद्धधातुः बहुषु गणेषु अस्ति बुद्धधातुः बहुषु गणेषु अस्ति वदतु. अकर्मकधातु अस्ति न भगिनि? अत्र अवगमनम् इत्यस्मिन् अर्थे तत्र बुद्धधातुः बहुत्र दृश्यते, बुद्धधातोः रूपं बोधकम्. अनन्तरं चित्तवृत्तीनां रोचकं, चित्तवृत्तिः, अत्र चित्तम् इति पदं कृतान्तपदं. वृत्तिः, वृत्तिः इति पदं वयं जानीमः, वृत्तधातुः, वृत्तधातोः रूपं लट्लकाररूपं किम्? वर्तते. उत्तमं. वर्तते, वर्तेते, वर्तन्ते, इत्युक्ते वृत्तधातोः रूपमेव वृत्तिः. वृत्तिः इति क्तिन् प्रत्ययान्तरूपं. चित्तवृत्तीनां रोचकं भगवतः नाम. अत्र किमर्थं रुच् धातु अस्ति न भगिनि? रुच् धातोः रूपं रोचक, तदपि रोचेते, रोचन्ते. तस्मात् एव रुचिः इति पदम् आगतं. रोचते आत्मनेपदी. उत्तमं. रोचते पदं चतुर्थी. एकं वाक्यं वदतु भगिनि, एकं वाक्यं वदतु. रुचिधातोः रूपं स्वीकृत्य, रोचते स्वीकृत्य. मह्यं, मह्यं मोदकं रोचते. उत्तमम, उत्तमम्. मह्यं संस्कृतं रोचते इति संस्कृतं रोचते. उत्तमं भगिनि, धन्यवादः. अनन्तरं भगिनि वदतु, तत्र शोधकं शुद्धयोगः नवुल् प्रत्ययः योगः अका प्रत्ययः शोधकं भवति वा? शोधकः नवुल् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति इति भवति, तेन शोधकं, शोधकः तादृशानि रूपाणि भवन्ति. किन्तु शोधिका इति भवति, भाति स्त्रीलिङ्गे. ओ अस्तु. अनन्तरं plus ka, it's not like that, no. Yut pratyaya is different in shodhanam and ka pratyaya shodhakam, so that is plus ka pratyaya. What is that? dhatutah tatra yatha shobha bhagni uktavati dhatutah nul pratyah anantram ante पुंलिङ्गरूपसाधनार्थं तत्र प्रत्ययः अपि अस्ति. ऐ थाट् वि एड् दिस् प्रत्ययस् डैरेक्ट्लि टु द धातु, नो, लैक् शुद्ध धातु प्लस् द स्त्रीलिङ्गप्रत्ययं शोधकं. नो नीड् फार् ल्यूट् इन् बिट्वीन्, नो. Or first we have to make it into lute and then only add ka, is it? Because I don't know that. No, no. Atra shodhanam iti ludantarupam, shodhakam iti novel pratyantarupam iti namachintanam asti. Anantram atra asmin shloke भजध्वं अत्र गीताञ्जलिभगिनी भवती वदति वा, नो चेत् उषा भगिनी भवती वदतु. भजध्वम् इति नूतनं पदं. भजध्वम् इति लोट् लोट् लकार मध्यमपुरुष बहुवचन. उत्तमम्, उत्तमम्. अत्र भज् धातुः अस्ति. इतोपि किञ्चित् वदतु अस्मिन् विषये. भज् धातु इति धातुतः भक्ति एव पदं भवति. भज् भज् सेवा कर्ण भजसेवायाम् इत्यस्मिन् अर्थे अस्ति. अत्र भज् धातुः उभयपदी धातुः अस्ति. तत्र भजते इति आत्मनेपदीरूपं स्वीकुर्मः चेदेव अत्र लोट्लकाररूपं भजध्वम् इति भवति. इत्युक्ते आत्मनेपदीरूपम् अस्ति. भजतां, भजेतां, भजन्तां, भजस्व. वदतु. भजस्व लोट्लकार मध्यमपुरुषे भजस्व, भजेथां, भजध्वम्. अनन्तरम् अनन्तरं भजै, भजावहै, भजामहै. उत्तमम्. लोट्लकाररूपम् आत्मनेपदीरूपम् मध्यमपुरुष बहुवचन भजद्वा इट् स्टाप्स्, देयर इज नो अम् हम कम्स इन समदर लकार न न भगिनी अत्र लोट् लकारे लोट् लकार एकवारं शोभा भगिनी पुनः भजते इति पदस्य आत्मनेपदीरूपं लोट् लकाररूपाणि नवरूपाणि वदतु भजतां भजेतां भजन्तां भजस्व भजेथां भजध्वं भजै भजावहै भजामहै भजध्वं भजध्वम् इति लोट् लकार मध्यमपुरुष बहुवचनरूपम् अस्ति अत्र शोभा भगिनी लट्लकाररूपाणि एकवारं वदतु भजे भजते भजते न भगिनी भजते भजेते भजन्ते भजसे भजेथे भजध्वे भजे भजावहे भजामहे उत्तमं धन्यवादः भगिनी अनन्तरम् अत्र गीताञ्जलि भगिनी भवती अत्र तात्पर्यं वदतु भगवतः नाम तस्मात् आरभ्य पठतु भगवतः नाम पापानां शोधनं करोति परानन्दं बोधयति इत्युक्ते भगवतः नाम परानन्दं बोधयति भगवतः नाम चित्तवृत्तीनां रोचकं भवति अपि अतः तत् सेवनीयम् अत्र भगवतः कीदृशं पदम् भगवतः षष्ठी एकवचन एकवचनरूपं भगवान् भगवत् इति प्रातिपदिकं तत्रापि मतुप् इति एकः प्रत्ययः अस्ति अत्र भगवान् प्रथमाविभक्ति अन्तरूपं न वदतु महोदय वदतु अत्र नाममङ्गलं पापानां शोकदोगं मङ्गलनाम मङ्गलनाम वदतु महोदय इतोपि किञ्चित् भवान् वदतु मङ्गलनाम पापानां शोधकं नित्यं च परानन्दस्य बोधकम् मङ्गलनामम् इस् द वन् विच् इस् टु बि टेकन् नो आम् आं महोदय मङ्गलं नाम परानन्दस्य बोधकं मङ्गलं नाम इत्युक्ते भगवतः नाम इति अत्र तात्पर्यं लिखितम् अस्ति उत्तमं धन्यवादः महोदय अनन्तरम् अत्र इतोपि किं दत्तमस्ति सेवनीयं सेव् धातु अनियत् प्रत्ययः अस्ति भगिनि तत्र उत्तमं भगिनि तावत्पर्यन्तम् अत्र भगवतः नाम पापानां शोधनं करोति परानन्दं बोधयति चित्तवृत्तीनां रोचकं भवति अतः तत् नाम सेवनीयम् अत्र नाम इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र सर्वत्र शोधकं बोधकं रोचकम् इति नपुंसकलिङ्गपदानि योजितानि नाम इति पदं नपुंसकलिङ्गपदम् अतः एव तदर्थं तत् सेवनीयम् अत्र उषा भगिनी वदतु सेवनीयम् इत्यस्मिन् विषये वदतु भगिनि परानन्दम् अपि समस्तपदमस्ति वा अस्ति चेत् तत्र विग्रहवाक्यं किं भवति अत्र आनन्दः इति पदं वयं जानीमः आ उपसर्गपूर्वकः नन्द् धातुः अस्ति नन्दति नन्दति नन्दति नन्दत्येव इति एकम् अस्ति इति श्लोकः अस्ति अत्र परानन्दम् आनन्दः कीदृशः उत्कृष्ट आनन्दम् आनन्दः पर इत्युक्ते उत्तमः इत्यस्मिन् अर्थे अरुणभगिनी अत्र वदतु परानन्दः इति परानन्दम् इति वदामश्चेत् तत्र अर्धं दृष्ट्वा विग्रहवाक्यं किं वक्तुं शक्यते कोऽपि वदतु अत्र पूर्णानन्दमहोदय भवान् वदतु प्रयत्नं करोतु परम् इति आनन्दं परानन्दम् विशेषणपूर्वपदम् इति भाति यस्य आनन्दम् अपरं नास्ति तत् परमानन्दम् उत्तमम् आनन्दम् उत्कृष्टः आनन्दः तथा वक्तुं शक्यते तत्र विशेषणम् अस्ति इति भाति अस्तु सेवनीयं उषा भगिनी वदतु सेवनीयं सेवनीयं सेव् धातु अस्ति सेवनीयः सेवनीया सेवनीयं स प्रत्ययः सेव् धातु न अत्र मङ्गलम् इति पदं नाम भगवतः नाम नाम नामस्य वाट् डु यु से षष्टिविभक्ति आफ् नाम मङ्गलम् इस् द विशेषण फार् दट् नाम मङ्गलनाम देफोर् दट् इस् आल्सो इन् नपुंसकलिङ्ग सो सेवनीयं नपुंसकलिङ्गलि आं भगिनि अत्र महोदय तदेव उक्तवान् मङ्गलं नाम इति स्वीकर्तव्यं मङ्गलं नाम इत्युक्ते भगवतः नाम इति अत्र अर्थः भवति अत्र नाम कर्मपदं भगिनि कथं कर्तृपदं न नाम भजध्वं नाम भजध्वं कीदृशनाम मङ्गलं नाम भजध्वं मङ्गलं नाम भजध्वम् अत्र सेवनीयम् उषा भगिनी वदतु सेव् धातु अस्ति भगिनि अनियर् प्रत्यय अस्ति पुंलिङ्गे सेवनीयः स्त्रीलिङ्गे सेवनीया नपुंसकलिङ्गे सेवनीयम् सेवनीयम् उत्तमम् अत्र नाम सेवनीयम् अत्र नामपद क्षम्यतां भगिनि भज् इति सकर्मकधातु सकर्मकधातुः यदि तदेव अहं वदामि भगिनी नाम इति कर्मपदं नाम भजतु सम्यक् नास्ति भगिनि नाम इति नपुंसकलिङ्गपदः देर्फोर् बोत् इन् प्रथमविभक्ति एण्ड् द्वितीयविभक्ति नाम ओन्ली सो हियर् वि केन् टेक् नामवन्नु भजिसबेको द्वितीयविभक्ति वि केन् टेक् इट् तदेव इत्युक्ते कर्मपदं द्वितीयविभक्ति चेत् कर्मपदम् इति भवति तावदेव अत्र इतोपि अत्र किं चिन्तनीयमस्ति सेव् धातुः सेव् धातोः रूपाणि कोऽपि वदति वा सेव् धातुः लट्लकाररूपाणि सेवते सेवेते सेवन्ते सेवते सेवेते सेवद्वे सेवे सेवामहे सेवामहे उत्तमम् आत्मनेपदी अस्ति अपि च भुवादिगणी धातुः अस्ति सेवते इति लट्लकाररूपं प्रथमपुरुषे एकवचनरूपम् उत्तमम् अत्र तावदेव दत्तमस्ति अपि च अत्र वयं पूर्वमेव दृष्टवन्तः त्रयोदशे अभ्यासे किं कर्तव्यम् उपरितनेषु श्लोकेषु विद्यमानानि षष्टिविभक्त्यन्तरूपाणि अत्र लिखत अत्र पूर्वस्मिन् ध्वनिमुद्रणे अहं किञ्चित् अवधानम् अदत्वा उक्तवती विद् धातुः भुवादिगणीयधातुः इति उक्तवती न विद् धातुः दिवादिगणीयधातुः विद्यते इति रूपम् अस्ति विद्यते आत्मनेपदी विद्यते विद्येते विद्यन्ते रूपाणि भवन्ति अत्र षष्ट्यन्तरूपाणि लेखनीयानि तत् वयं कृतवन्तः अधुना वयं चतुर्दशः अभ्यासः अस्ति तम् अभ्यासं कुर्मः अत्र अरविन्दमहोदय भवान् करोतु तर्टीन् फोर्टीन् महोदय चतुर्दश चतुर्दश तत्सम्यकानां गीतश्लोके परिशीलनस्य येषाम् एतेषां प्रश्नानाम् उत्तराणि एकेन शब्देन लिखितः उदाहरण अत्र शङ्खघोष भवान् जानाति एव किन्तु अन्येषां कृते एकमेकं पदं स्वीकृत्य किञ्चित् वदतु तत्र सूचनां सूचनायां वदतु तत् संख्या संख्याकं गीतश्लोका गीतानां अत्र गीताश्लोकः गीताश्लोकः इति पदमस्ति चेत् तत्र विग्रहवाक्यं किं किं वदामः गीताश्लोकः समस्तपदमस्ति चेत् विग्रहवाक्यं किं भवति गीतायां श्लोक गीतायां श्लोक गीतायाः श्लोकः इत्युक्ते गीतायाः इति पञ्चमी विभक्तिः अपि च षष्टिविभक्तिः रूपं समानमेव किन्तु गीतातः उद्धृतानि वाक्यानि एतानि इति कृत्वा पञ्चमी विभक्तिः स्वीकर्तव्यम् इति मम चिन्तनं गीतायाः श्लोकाः इति भवति परिशील्य कीदृशं पदम् मम न जानामि कोऽपि वदतु परिशील्य ल्यबन्तपदं ल्यप् प्रत्ययान्तरूपं ल्यप् प्रत्ययस्य योजनं कुत्र भवति शोभा भगिनी वदतु ल्यबन्तरूपं कुत्र आयाति सामान्यतया उपसर्गः अस्ति चेत् तत्र ल्यबन्तम् एव आयाति तत्र परि इति उपसर्गः परियोगः परिशील्य तत्र परि इति उपसर्ग अस्ति इति कृत्वा परिशील्य इति लेबन्तरूपं भवति किन्तु तत्र पदच्छेदं किमस्ति भगिनि तदेव इत्युक्ते एतदपि कृदन्तपदमस्ति किन्तु ल्यप्रत्ययः अपि च क्त्वा प्रत्ययः द्वयोः अर्थः समानः अत्र यत्र यत्र क्रियाद्वयमस्ति तत्र पूर्वकालिकी क्रियायाः क्त्वान्तरूपं भवति अथवा ल्यबन्तरूपं भवति अत्र पूर्वकालिकी क्रिया का पूर्वकालिकी क्रिया परिशीलनं परिशीलनम् अस्तु अत्र क्रियाद्वयमस्ति प्रथमतया गीताश्लोकं परिशीलनीयं तदनन्तरम् उत्तराणि लेखनीयानि अत्र तदर्थमेव भगिनि तत्र धातुः कः परिशील्य अत्र परिशील्य इति ल्यबन्तपदमस्ति अपि च ल्यप् इति वदामश्चेत् तत्र लकारः इति संज्ञकवर्णः वकारः इति संज्ञकवर्णः केवलं यकारः एव अन्ते श्रूयते वयं व्याकरणवर्गे पठितवन्तः इति संज्ञकवर्णाः इति वदामः इत्युक्ते लकारः लशक्व तद्धिते इत्यनेन अपगच्छति पकारः हलन्त्यम् इत्यनेन अपगच्छति यकारः एव श्रूयते इत्युक्ते ल्यप्रत्ययः इत्यस्मिन् अन्ते यकारः एव अवशिष्यते तत्र क्त्वा प्रत्ययस्य विषये ककारः इति संज्ञकवर्णः भवति किन्तु अत्र परिशील्य इति ल्यबन्तपदम् अपि च एतेषां प्रश्नानाम् अत्र एतत् पदद्वयं कीदृशं महोदय वदतु एतेषां प्रश्नानां विशेषणविशेषं षष्टि बहुवचनान्तरूपं षष्टि बहुवचनं प्रथमान्तं रूपं प्रथमान्तरूपं वक्तुम् इच्छामश्चेत् एतत् प्रश्न एतत् प्रश्न भवानेव वदतु महोदय अन्य कृपया एतत् प्रश्न अत्र प्रश्नः इति पदं पुंलिङ्गपदमस्ति इति कृत्वा एषः प्रश्नः इति प्रथमाविभक्तेः वचनरूपं भवति यथा भवान् उक्तवान् विशेषणविशेष्यभावः अस्ति एतेषां प्रश्नानाम् उत्तराणि उत्तराणि अत्र नपुंसकलिङ्गपदम् अपि च द्वितीयाविभक्त्याम् अस्ति एकेन शब्देन तत्र विभक्तिः का एकेन शब्देन आ... अत्र तृतीया विभक्ति तृतीया विभक्ति एकवचनम् अस्ति. यदि प्रथमान्तं रूपं वक्तुमिच्छामश्चेत् एकः शब्दः इति भवति. लिखत इति वयं जानीमः एव. यदि भवान् वक्तुमिच्छति चेत् वदतु वदतु. क्रियापदमस्ति. अपि च लिख् धातोः मध्यमपुरुष लोट् लकारः बहुवचनरूपम् अस्ति. उत्तमम्. उदाहरणं पठतु महोदय. शङ्खघोष केषां हृदयानि व्यादारयत् धार्तराष्ट्राणाम् अत्र व्यदारयत्. अत्र वाक्यं पठित्वा भवान् किम् अवगतवान् वाक्यं पठित्वा? धार्तराष्ट्र शङ्खघोषं शङ्खघोष श्रुत्वा तेषां हृदयानि व्यदारयत्. अत्र शङ्खघोषः केषां हृदयानि व्यदारयत्. अत्र हृदयं कीदृशं पदम्? उत्तमं. हृदयं हृदयानि केषां हृदयानि इत्युक्ते धार्तराष्ट्राणां हृदयानि. अत्र धार्तराष्ट्राणां कीदृशं पदम्? बहुवचनं तृतीय षष्टिविभक्ति षष्टि बहुवचनं. प्रथमाविभक्ति बहुवचनं किं? प्रथमाविभक्ति एकवचनं किं? धार्तराष्ट्रः धार्तराष्ट्रः. अत्र धार्तराष्ट्रः इति पदं किं वदामः? तद्धितान्तं पदं. धृतराष्ट्रस्य अपत्यं पुत्राः अपत्यानि पुमांसः इति भवति. धार्तराष्ट्रः यदि एकवचनं वक्तुमिच्छामश्चेत् धार्तराष्ट्रः. बहुवचनं धार्तराष्ट्राः. धार्तराष्ट्राः इति पदस्य विग्रहवाक्यं किं भवति? धृतराष्ट्रस्य अपत्यानि पुमांसः. तत्र अण् इति एकः प्रत्ययः अस्ति. तद्धितप्रत्ययान्तरूपम् अस्ति. एतावता शङ्खघोषः केषां हृदयानि व्यदारयत्. अस्मिन् वाक्ये व्यदारयत् इति क्रियापदं. कोऽपि वदतु यदि भवान् जानाति चेत् व्यदारयत् इति पदं कथमागतं? कोऽपि वदतु. लता भगिनी प्रयत्नं करोतु. व्यधारयत् इस् पास्ट् टेन्स् लङ्लकारपद वि उपसर्गः धारयत् धारयति दिकं धारयत् देन् वेन् वि एड् उपसर्ग इट् बिकम्स् एन् सन्धि एण्ड् व्यधा वि प्लस् बिकास् वि आल्वेस् एड् दट् अ प्रिफिक्स् बिट्वीन् द उपसर्ग एण्ड् द धातु. So, V plus adharayat, that becomes vyadharayat yanshanti, that is past tense, ekavachan, anglakara ekavachan. Uttamam bhagini, dhanyavadaha. Okay, dhanyavadaha. Ichukte, atra langlakara rupam dattam asti, dhru, dirgha rukaranta dhatuhu, dhru iti dhatu hasti, tasya ardhahatu vidarane iti asmin ardhya dattam asti, tatra langrupam, kintu nijantarupam, निजन्तरूपम् अस्ति. अत्र धारयति वि उपसर्गपूर्वकः द्रूधातोः रूपं धारयति. धारयति इति लट्लकाररूपं किन्तु निजन्तरूपम् अस्ति. यथा भगिनी उक्तवती अत्र केवलम् उपसर्गं त्यक्त्वा लङ्लकाररूपं वक्तुमिच्छामश्चेत् तत्र अधारयत् इति रूपम् आयाति. वि योगः अधारयत् अधारयत् इति लङ्लकाररूपं तेन व्यधारयत् इति रूपम् आयाति. वयं जानीमः अधारयत् अधारयताम् अधारयन् एतादृशानि रूपाणि भवन्ति. अत्र द्रूधातोः रूपं दृणाति इति रूपम् अस्ति लट्लकाररूपं. क्रियादिगणीयधातुः अस्ति इति कृत्वा वयं क्रियादिगणीयधातुः इत्युक्ते नवमगणः तस्मिन् गणे एकं क्रियापदं वयं जानीमः पूर्वमेव. क्रीणाति इति पदमस्ति, तस्य क्रीणाति पदम् इव दृश्यते एतत् पदमपि, क्रीणाति क्रीणीतः क्रीणन्ति, तथा एव दृणाति दृणीतः दृणन्ति, एतादृशानि रूपाणि भवन्ति क्रियादिगणीयधातुः अस्ति. आहत्य अत्र किं लिखितमस्ति, केषां हृदयानि व्यधारयत्, धार्तराष्ट्राणां हृदयानि व्यधारयत्. प्रथमं करोतु महोदय, व्यधारयत् आहत्य वदतु वदतु भगिनि. व्यधारयत् धातु किं? द्रूधातुः. द्रूधातु दीर्घरूकारान्तधातुः. धारयन् इति रूपम् अर्धारयत् इति रूपं भगिनि. अत्र लङ् रूपम् अस्ति इति कृत्वा लङ् लङ् रूपेषु किं भवति, लङ् अडागमः भवति, आरम्भे अकारः श्रूयते, तेन द्रुधातोः लङ्लकाररूपम्, अपि च णिजन्तरूपं स्वीकर्तव्यं, णिजन्तरूपमेव अत्र दत्तमस्ति, तेन धारयति इति लट्लकाररूपं, लङ् रूपम् अधारयत्, किन्तु वि उपसर्गं योजयामः, तेन वियोगः अधारयत् व्यधारयत्. प्रथमपुरुष एकवचनं. धन्यवादः. किन्तु यथा भगिनी उक्तवती यण् सन्धिः भवति तत्र, वियोगः अधारयत् व्यधारयत्. व्यधारयत् इत्युक्ते छेदनं करोति अथवा भग्नं करोति अथवा खण्डान् करोति इत्युक्ते धार्तराष्ट्राणां हृदयानि भग्नानि अभवत् इत्युक्ते शङ्खघोषः, तत्र युद्धम् अभवत्, युद्धे शङ्खघोषः शङ्खघोषः अस्ति इति दत्तमस्ति. तदनन्तरं प्रथमं वाक्यं करोतु महोदय. युद्धे कस्य प्रियचिकीर्षवः समागतः? अत्र प्रत्येकं पदं स्वीकुर्मः. अत्र युद्धे इति पदमस्ति, कीदृशं युयुत्सव अत्र युद्धे युद्धे इति पदमस्ति, तत्र विभक्तिः का? युद्धे सप्तमी. उत्तमं. युद्धं युद्धम् इति नपुंसकलिङ्ग पदं. युद्धे कस्य प्रियचिकीर्षवः समागताः? अत्र श्लोकं दृष्टवान् वा भवान्? प्रथमं श्लोकं प्रथमाध्यायस्य कथमं श्लोकं, कथमः श्लोकः? त्रयोविंशतितमः श्लोकः. श्लोकं पश्यामश्चेत् वयम् अस्य उत्तरं दातुं शक्नुमः. अत्र कस्य प्रियचिकीर्षवः समागताः, तस्य उत्तरं किं, कोऽपि वदतु. धार्तराष्ट्रस्य अत्र उत्तरं किं, कस्य प्रियचिकीर्षवः समागताः, धार्तराष्ट्रस्य प्रियचिकीर्षवः इति श्लोकं पश्यामश्चेत् तद् उत्तरं तत्र मिलति. अत्र धार्तराष्ट्रस्य, यथा वयं पूर्वं दृष्टवन्तः, धार्तराष्ट्रः इति प्रथमान्तरूपं धार्तराष्ट्रस्य इति, उत्तरं तु धार्तराष्ट्रस्य इति भवति. अत्र चिकीर्षवः इति पदमस्ति, कोऽपि वदतु. ये धृतराष्ट्रस्य चिकीर्षा कुर्वन्ति. इत्युक्ते सन्नन्तरूपं, सन् प्रत्ययान्तरूपं, कर्तुम् इच्छा लता भगिनी, इत्युक्ते कर्तुम् इच्छा चिकीर्षा भवति. किन्तु अत्र अत्र प्रथमाविभक्त्यन्तं रूपं किम्? प्रथमाविभक्ति चिकीर्षुः, उकारान्त, उकारान्त चिकीर्षवः इस् प्रथमाविभक्ति बहुवचन, ऐ थिङ्क् देफोर् धार्तराष्ट्राणां चिकीर्षवः शुड् वि से धार्तराष्ट्राः. न न भगिनि, अत्र अत्र प्रश्नवाचकवाक्यमस्ति, इत्युक्ते कस्य चिकीर्षवः धार्तराष्ट्रस्य. ओ हा हा हा, कस्य, ओके ओके, एकवचन कस्य, हा हा इत्युक्ते अत्र श्लोके दत्तमस्ति धार्तराष्ट्रस्य प्रियचिकीर्षवः अत्र समागताः इति उक्तमस्ति. अत्र सन्नन्तरूपमस्ति कर्तुमिच्छा इति चिकीर्षा, किन्तु अत्र पदं तु चिकीर्षुः उकारान्तपदमस्ति, तस्य बहुवचनरूपं चिकीर्षवः प्रियचिकीर्षवः. कस्य प्रियचिकीर्षवः? धार्तराष्ट्रस्य प्रियचिकीर्षवः. समागताः इत्युक्ते अत्रापि सम् उपसर्गपूर्वकः अ उपसर्गपूर्वकः गम् धातुः क्तान्तरूपं समागताः. अत्र आगतवन्तः युद्धे धृतराष्ट्रस्य प्रिय बान्धवाः सर्वे ते आगतवन्तः. इत्युक्ते अस्मिन् युद्धे ये ये जनाः युद्धं कर्तुम् आगतवन्तः ते सर्वे दुर्योधनाय प्रियं कर्तुम् आगतवन्तः. दुर्योधनाय प्रियं कर्तुम् एव अत्र उपस्थिताः भवन्ति, अत्र तिष्ठन्ति. ये ये जनाः युद्धं कर्तुम् आगतवन्तः ते सर्वे दुर्योधनस्य दुर्योधनस्य प्रियबान्धवाः अथवा प्रियमित्राणि इति दत्तमस्ति. आहत्य अत्र योच्यमानान् इस् शानच् प्रत्यय किल. अत्र योत्स्यमाना इति वदामश्चेत् लृट्लकाररूपं भविष्यत्कालरूपम्. अपि च भविष्यत्काल मान इति शाणजन्तरूपं शानच् इत्युक्ते अत्र युध्यते इति तत्र आत्मनेपदी धातुषु शाणजन्तरूपाणि भवन्ति. तदेव अत्र द्वितीयं वाक्यं का वदति? धन्यवादः महोदय. अनन्तरम् अत्र प्रिया भगिनी भवती पठति वा? भगिनि वर्णशङ्करः केषां नरकाय भवति? अत्र कुलघ्नानां कुलघ्नानां इति विभक्तिः कुलघ्नानां षष्ठीविभक्ति बहुवचनं कुलघ्नानाम्. अत्र कुलघ्नः इत्युक्ते कः? किं कुलम् इति उत्तमम् इत्युक्ते वंशनाशकः. वंशनाशकः अस्तु. अत्र कुलम् इति पदं नपुंसकलिङ्गपदमस्ति, किन्तु कुलघ्नः इत्युक्ते कुलं हन्ति, यः कुलं हन्ति सः कुलनाशकः. अत्र धातुः अस्ति हन् धातुः. हन् धातोः लट्लकाररूपाणि वदामश्चेत् हन्ति एकवचनरूपम् अस्ति, बहुवचनरूपं घ्नन्ति. हन्ति प्रथमपुरुष बहुवचनरूपं घ्नन्ति. घ्नन्ति कुलयोगः हन् धातुः, अपि च तत्र क्विप् इति एकः प्रत्ययः अस्ति. ये जनाः कुलं हन्ति ते कुलघ्नाः. इत्युक्ते किं वक्तव्यम् अत्र? अत्र कुलघ्नानाम् इत्युक्ते वंशनाशकानां नरकाय भवति. तत्र नरकाय कीदृशं पदम्? नरकाय चतुर्थी एकवचनं नरः. प्रथमा नरः वा नरकः प्रथम एकवचनं नरक इति प्रातिपदिकमस्ति. नरकः एक प्रथम एकवचनं नरकाय चतुर्थी फार् वदतु भगिनि. नरकाय इति यथा भवती उक्तवती चतुर्थी एकवचनम् अस्ति. वर्णशङ्करः इति एकं पदम् अस्ति, अत्रापि समासः अस्ति वर्णानां शङ्करः. षष्टि तत्पुरुषसमासः अस्ति. एतावत् शङ्करः इत्युक्ते किं? शङ्करः मेलनं वा, मीन्स् कलेक्षन् सङ्ग्रहणं वा? अत्र शङ्करः सङ्करः इत्युक्ते सम्मिश्रणम् अथवा अव्यवस्था इत्युक्ते अव्यवस्था इत्युक्ते किं वदामः मिश्रणं मिश्रणं वर्णानां मिश्रणं वा वर्णानां मिश्रणम् अस्तु वर्णान् कुलघ्नः इत्युक्ते डिस्ट्रायर् आफ् द फ्यामिलि अथवा स्लेयर् आफ् द फ्यामिलि इति वक्तव्यमस्ति अत्र सङ्करः इति सम् उपसर्गपूर्वकः क्रूधातोः रूपम् एव दत्तमस्ति एतावता कुलघ्नानां दोषैः इत्युक्ते कुलधर्माः नष्टाः भवन्ति अस्तु वर्णसङ्करेण केषां दोष केषां नरकाय भवति वदतु कुलघ्नानां नरकाय भवति नरकाय वर्णसङ्करेण कुलघ्नानां नरकाय भवति इत्युक्ते वर्णसङ्करेण कुलधर्माः नष्टाः भवन्ति अस्तु गणः कः धातुगणः हन् धातुः कोऽपि वदतु ऐ थिङ्क् हन्ति इफ् वि आर् एडिङ्ग् दी किं प्रत्यय डैरेक्ट्लि दट् मस्ट् बि सेकेण्ड् गणः लैक् अत्ति यु सेड् दडे अत्ति नो डैरेक्ट्लि दट् नो विकरणप्रत्यय किल आं भगिनि अदादिगणीयधातुः ओ अदादि हन्ति हतः घ्नन्ति हन्ति हतः हत हन्मि हन्वा हन्मः हन्मः उत्तमम् इत्युक्ते अदादिगणीयधातुः अस्ति यथा भगिनी उक्तवती अद् धातोः रूपम् अत्ति इव अत्र विकरणप्रत्ययः नास्ति इति कृत्वा रूपाणि किञ्चित् भिन्नानि भवन्ति घ्नन्ति इति बहुवचनरूपम् अस्ति अत्र कुलघ्नः इति हन् धातोः रूपमेव इतोपि किमस्ति अत्र भगिनि नरकः इति किम् अर्थमस्ति नरकः नरः वा अथवा डिस्ट्रायर् इति किम् अर्थं नरकः अधोलोक नरकः इस् इन् इङ्ग्लिश् हेल् आङ्ग्लभाषायां नरकः नरकः इति पुंलिङ्गपदमेव पुल्लिङ्गपदमेव नरकः कः कथम् आयाति भगिनि नरकः इति अर्थः अत्र प्रिया भगिनी एकवारम् एतदेव वाक्यं पठित्वा अत्र भवती किम् अवगतवती वदतु वर्णसङ्करेण कुलघ्नानां जीवितं जीवनं नरकः भवति वा तदेव इत्युक्ते इक्वलन्तु नरक कम्पेरिङ्ग् टु नरकः वा अत्र इत्युक्ते अत्र भगवद्गीतायां महाभारते किं भवति युद्धम् अभवत् तेन यदा यदा युद्धं भवति तदा वर्णसङ्करः भवति सर्वे जनाः म्रियन्ते तेन वर्णसङ्करः भवति वर्णसङ्करेण किम् आपतितं भवति इत्युक्ते तत्र कुलशनाशनं भवति सर्वे वर्णधर्माः अपि च कुलधर्माणां नष्टः भवति नष्टः भवति तदेव अत्र गीताञ्जलिकाले एव नरकः इव न वर्णशङ्करस्य जीवनानन्तरं दट् इस् इन् द नेक्स्ट् ऐ मीन् आफ्टर् लैफ् दे विल् गो टु हेल् दट् इस् वा नरकाय टु हेल् दे हू एवर् डस् दिस् पाप वर्णशङ्कर देर् फेट् विल् बि नरक आफ्टर् लैफ् मम प्रश्न न योगः रकः अपि च नै नै न न तत्र पदं कथम् आगतम् इति अहं न दृष्टवती. अस्तु, तदेव मम प्रश्नः भगिनी. इत्युक्ते नरकः, नरकः इति पदं कथं साधितं, तत्पदं कथं निष्पन्नं भवति इति न दृष्टवती अहं. कोऽपि दृष्टवान् अथवा दृष्टवती चेत् वदन्तु. अहं न दृष्टवती. नरकं, नरकः इति पदं कथं निष्पन्नं भवति अहं न जानामि. वदतु, वदतु. नृ धातु नृ दीर्घरुकार योगः क्विङ्यादिभ्यः अङ्गायाम् उन् इति कल्पद्रुमे. अस्तु, अहं न दृष्टवती. नरकः पुंलिङ्गशब्दः नृणाति क्लेशं प्रापयति इति अर्थः. योगः क्रियादिभ्यः अङ्गायाम् ॐ प्रत्यय आगच्छति. अस्तु, अनन्तरम् अत्र तृतीयं वाक्यम् एकवारं भगिनी, प्रिया भगिनी भवती एव करोतु अग्रिमं वाक्यम्. अस्तु भगिनि, तृतीयं नरके केषाम् अनियतं वासः भवति? उत्तमं, मनुष्याणां वा? मनुष्याणां. तत्र तस्मिन् श्लोके एकम् अन्यत् पदमपि अस्ति, कीदृशाणां मनुष्याणाम्? उत्सन्नकुलधर्माणां मनुष्याणाम् अस्ति भगिनि. उत्सन्नकुलधर्माणां मनुष्याणाम् अहमपि चिन्तितवती. एकमेव उत्तरं उत्सन्नकुलधर्माणां मनुष्याणाम् कुलस्य धर्मं रक्षणं करोति तादृशं मनुष्याणां वा? अत्र चिन्तनीयं. अत्र नरके इति वयं पूर्वमेव दृष्टवन्तः. नरकः इति पुंलिङ्गपदं, नरके सप्तम्यन्तरूपं. केषाम् अनियतं वासः भवति? केषाम् इत्युक्ते कीदृशानां जनानां वासः नरके भवति? अनियतं सर्वदा. अत्र कुलधर्माणां मनुष्याणां जना, वदतु. उत्सन्नकुलधर्माणाम्, उत्सन्नकुलधर्माणाम् अत्र मनुष्यः इति पदस्य षष्ट्यन्तं रूपं मनुष्याणाम्. अत्र उत्सन्नकुलधर्मः अत्र बहुव्रीहिसमासः अस्ति इति भाति. इत्युक्ते उच्छन्नकुलधर्माणाम् इत्युक्ते येषां जनानां कुलधर्माः नष्टाः भवन्ति तेषां जनानां वासः, तादृशानां जनानां वासः नरके अतिदीर्घकालं भवति. अस्तु, तत् अर्थः. इत्युक्ते कुलानां नष्टः भवति, तस्य वासः अधिककालं नरके भवति. अस्तु, अतिदीर्घकालं तादृशानां जनानां वासः नरके भवति. अत्र केषाम् इत्यस्य उत्तरं तु मनुष्याणां, किन्तु कीदृशानां मनुष्याणाम्? उच्छन्नकुलधर्माणां मनुष्याणाम्. अस्तु, अत्र उच्छन्नकुलधर्मः, तत्र तत्पदं स्वीकुर्मः चेत् उत्सन्न इति एकं पदम् अस्ति. तत्र उत् इति उपसर्गः अस्ति. सद् धातुः, तद्धातुः कृतान्तरूपं, कृतान्तरूपम् अस्ति. तेन उत्सन्न इति पदम् आयाति. उत्सन्न इत्युक्ते किं वक्तव्यमत्र? उत्सन्न कृतान्तरूपम् इत्युक्ते येषां कुलधर्माः नष्टाः भवन्ति ते बहुकालं नरके निवसन्ति. Who have lost their tradition, family tradition, or who have gone against the family tradition, they will beget naraka. Naraka. Bhagini, atra, vadatu bhagini. Punya, punaha, uchanna kula dharmanaha, vigraha vakyam vadatu bhagini, aham nasut. Uchanna. कुलधर्मः, तत्र अत्र बहुव्रीहिसमासः अस्ति. उत्सन्नकुलधर्मः इति प्रथमाविभक्ति एकवचनं पदमस्ति, किन्तु अत्र षष्ठी बहुवचनं दत्तमस्ति. येषां जनानां कुलधर्माः उत्सन्नाः भवन्ति तेषाम्. अत्र उत्सन्न इति पदम् अत्र डिस्ट्राय्ड् इत्यस्मिन् अर्थे अस्ति. मम समीपे उत्सन्नाः कुलधर्माः यैः ते उत्सन्नकुलधर्माः बहुव्रीहिसमासः इति. बहुव्रीहिसमासः एव. पुनः एकवारं वदतु, पुनः एकवारं वदतु. उत्सन्नाः कुलधर्माः यैः ते उत्सन्नकुलधर्माः तृतीया विभक्तिरूपेण दत्तम्. ओ उत्तमम्. किमर्थमित्युक्ते अत्र उत्सन्न इति पदं क्तान्तपदमस्ति इति कृत्वा तत्र तृतीयविभक्तेः उपयोगं कृतवन्तः. सम्यक् भगिनी, उत्तमम्. उत्सन्नाः कुलधर्माः यैः ते. अस्तु. उच्छन्नकुलधर्मः इति इत्यस्मिन् पदे यद्यपि तत्र उच्छन्नकुलधर्मः इति मनुष्यः इत्यस्य विशेषणमस्ति इति कृत्वा साधारणतया बहुव्रीहिसमासयुक्तं पदं तत्र अन्यपदस्य विशेषणं भवति. तदर्थमेव तत्र बहुव्रीहिसमासस्य प्रसङ्गे अन्यपदार्थप्रधानः बहुव्रीहिः इति वदामः. उच्छन्नकुलधर्मः पुरुषः इति पुरुषस्य अथवा मनुष्यस्य विशेषणमस्ति इति कृत्वा. विग्रहवाक्यं तु तथा एव वक्तव्यं यथा भगिनी उक्तवती तदेव. उत्तमं भगिनी वदतु. नरकस्य विग्रहवाक्यम् अस्ति निरयः. अहं न जानामि भगिनी. गीताप्रवेश बुक् पुस्तकं द्वितीयभाग इति अस्ति न भगिनि, तत्र दत्तमस्ति. अस्तु. अत्र अत्र अनियतम् इति एकं पदम् अस्ति, कोऽपि वदतु. किन्तु अत्र अव्ययपदमस्ति, अत्र नैतत्पुरुषसम्मासः अस्ति. अनियतं वासः इत्युक्ते बहुदीर्घकालं तत्र तेषां स्थितिः. वासः, वासः इति पदं वस् धातोः रूपमेव. वसति वयं जानीमः, वसति, वसतः, वसन्ति, तादृशानि पदानि सन्ति. अत्र वासः इति इत्युक्ते स्थितिः, तेषां स्थितिः तादृशी भवति. अत्र वस् धातोः घञ् प्रत्ययान्तरूपमेव वासः. वासः इति पुंलिङ्गपदं. घञ् प्रत्ययान्तरूपाणि सर्वदा पुंलिङ्गपदानि भवन्ति. यथा अत्र क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गपदानि, ल्युट् प्रत्ययान्तरूपाणि नपुंसकलिङ्गरूपाणि भवन्ति. तथा एव अत्र घञन्तरूपं पुंलिङ्गपदं भवति. केषां नरूपं भावे अस्ति वा भगिनि? भावे, भावार्थे, भावार्थकप्रत्ययः. किन्तु पुंलिङ्गरूपं तत्र सिद्ध्यति. अत्र सूर्यकुमारी भगिनी समापयामः. अत्र अग्रिमं वाक्यं पठतु. चतुर्थं वाक्यं. कस्य मृत्युः कस्य मृत्युः ध्रुवः कस्य जन्म च ध्रुवम्. सम्यक् न श्रूयते भगिनी, किञ्चित् ध्वनिः आगच्छति. कस्य मृत्युः ध्रुवः प्रश्नः, कस्य जन्म च ध्रुवम्. श्लोकं दृष्टवती वा? आम् दृश्यामि. अत्र श्लोकं पश्यति चेत् अस्य प्रश्नस्य अत्र प्रश्नद्वयमस्ति. प्रश्नस्य उत्तरं किं? कस्य मृत्युः ध्रुवः? जातस्य मृत्युः ध्रुवः. अत्र भवती श्लोकं पठितवती, किन्तु अत्र श्लोकं दृष्ट्वा अत्र अस्माभिः उत्तरं लेखनीयं. कस्य मृत्युः ध्रुवः इत्युक्ते तत्र जातस्य मृत्युः ध्रुवः. अत्र जातस्य इति पदं श्लोके दत्तमस्ति. कस्य जन्म च ध्रुवम् इत्युक्ते मृतस्य जन्म ध्रुवम्. अत्र मृत्युः इति पदं पुंलिङ्गपदमस्ति इति कृत्वा मृत्युः ध्रुवः. किन्तु जन्म इति पदं कीदृशं पदम्? नपुंसकलिङ्गपदम्. जन्म इति पदं नपुंसकलिङ्गपदमस्ति. अतः जन्म ध्रुवं, तत्र विशेषणविशेष्यभावः अस्ति. मृत्युः ध्रुवः, जन्म ध्रुवं. जन्मशब्दस्य रूपाणि कोऽपि वदतु. जन्मन् जन्मन् नकारान्तप्रातिपदिकम् अस्ति. जन्म जन्मनि जन्मानि जन्मानि जन्मानि. अत्र ध्रुवम् इति अथवा ध्रुवः इति पदद्वयमस्ति. अत्र ध्रुवम् इत्युक्ते निश्चितम् इति अर्थः, निश्चितम् अथवा स्थिरम्. अत्र इदम् अत्र अस्मिन् श्लोके किं वदति परमात्मा इत्युक्ते, यः जन्म प्राप्नोति तस्य मरणं निश्चितम्. एवं रीत्या यस्य मरणं भवति तस्य पुनः जन्म निश्चितम्. वदतु भगिनी, भूमा भगिनी वदतु, श्लोकं वदतु पुनः. नरपि जननं पुनरपि मरणं इह संसारे बहु दुस्तारे. किन्तु अत्र गीतायाः श्लोकं वदतु सूर्यकुमारी भगिनी, पुनः वदतु श्लोकं तदेव. जातस्य हि ध्रुवो मृत्युः, ध्रुवं जन्म मृतस्य च, तस्मादतिरिह न त्वं शोचितुम् अर्हसि, त्वं शोचितुं न अर्हसि. तत्र मध्यमपुरुषरूपम् अस्ति. त्वं शोकं कर्तुं न अर्हसि, भवान् मा चिन्तयतु अथवा शोकं मा करोतु. जातस्य मृत्युः ध्रुवः, मृतस्य जन्म ध्रुवम् अस्ति. एतत् तत्र हि इति एकं पदमस्ति. हि इत्युक्ते एम्फाटिक् वर्ड्, एम्फाटिक् वर्ड्. तस्मात् अपरिहार्यर्थे नत्वं शोचितुमर्हसि इति वदति. इत्युक्ते आहत्य अत्र श्लोके जातस्य मृतस्य एतत् पदद्वयं षष्टिविभक्ति एकवचनान्तरूपं दत्तमस्ति. अत्र जातस्य इति पदं स्वीकुर्मः चेत् जात इति पदं क्तान्तरूपम् अस्ति. अत्र जन् धातोः रूपमेव, जन् धातुतः क्तान्तरूपं जात. तत्र जन् धातोः लट्लकाररूपं जायते, किन्तु म्रियते, म्रियते इति लट्लकाररूपं. तत्र धातुः मृधातुः प्राणत्यागे इत्यस्मिन् अर्थे अस्ति. मृत इति पदमपि क्तान्तपदं जात मृत. तत्र क्तान्तपदानि त्रिषु लिङ्गेषु भवन्ति, तदर्थं जातः, जाता, जातम्. किन्तु अकर्मकधातुः, जन्धातुः अकर्मकधातुः, मृधातुः अपि अकर्मकधातुः. मृतः, मृता, मृतम्. उत्तमम्. अत्र मृधातोः रूप लट्लकाररूपाणि म्रियते, म्रियेते, म्रियन्ते, एतादृशानि रूपाणि भवन्ति. आहत्य अत्र तावदेव. ध्रुव इति पदस्य अर्थः तु निश्चितम् इति उक्तमस्ति. अत्र अन्ये के के सन्ति? शशिकला भगिनी भवती वक्तुमिच्छति वा प्रथमं वाक्यम्? भगिनि वदतु भगिनि. शशिकला भगिनी अग्रिमं वाक्यं. भगवान् कदा आत्मानं सृजति? And the shloka is in the 4th chapter 7. Yada yada hi dharmasya glanir bhavati bharata abhyutanam adharmasya tadatmanam srijamyaham. So the question here is, Bhagavan kada atmanam srijati? When is he born again? And he's born again when adharma is on the rise. Atra prashnasya uttaram likhatu bhagini. Kada atmanam srujati? Kada atmanam srujati? Dharmasya glanir bhavati. Yada dharmasya glanihi bhavati. Yada adharmasya abhyutthanam bhavati. Tada. अत्र यदा तदा श्लोके यदा तदा प्रयोगः अस्ति. वयम् अभ्यासपुस्तके पठितवन्तः. कदा इत्युक्ते यदा धर्मस्य ग्लानि तदा अभ्युत्थानम् अधर्मस्य. न न, अत्र यदा धर्मस्य ग्लानि, तत्र कण्डिशन् द्वयमस्ति. तत्र टु कण्डिशन्स् सन्ति. यदा धर्मस्य ग्लानिः, ग्लानिः इत्युक्ते हानिः, धर्मस्य हानिः भवति. अपि च अधर्मस्य अभ्युत्थानम्, अभ्युत्थानम् इत्युक्ते अधर्मस्य आधिक्यं भवति. तदा अहम् आत्मानं That is the time I will be born again. उत्तमम्. अत्र तस्मिन् सन्दर्भे अहम् आत्मानं सृजामि इति श्लोकः वदति. अत्र भगवान् इति पदं वयं जानीमः, तकारान्तपदमस्ति. अपि च भगवत् इति प्रातिपदिकमस्ति. आत्मानं वदति वा भगिनी? आत्मानं कीदृशं पदम्? ऐ डोण्ट् थिङ्क् ऐ केन् डू दिस् कैण्ड् आफ़्. चिन्ता मास्तु, कोऽपि वदतु. अत्र उषा भगिनी वदतु. उषा भगिनी वदति वा? आं भगिनि, आत्मानम् लिप्ति अस्ति वा भगिनि? न, अत्र आत्मा शब्दस्य द्वितीया विभक्ति एकवचनं. आत्मन् इति प्रातिपदिकम्. आत्मन् इति प्रातिपदिकम्. अत्र उषा भगिनी एकवारं वदतु, रूपाणि वदतु. नकारान्तः पुंलिङ्गः, आत्मन् शब्दः, आत्मन् इत्युक्ते सोल्, आत्मा आत्मानौ आत्मानः, हे आत्मन्, हे आत्मानौ, हे आत्मानः, आत्मानम् आत्मानौ आत्मनः. उत्तमं, तावत् पर्याप्तं भगिनि. अत्र द्वितीयविभक्ति एकवचनरूपमेव आत्मानम्. भगवान् आत्मानं सृजति, अत्र कर्मपदम् द्वितीयाविभक्तिरूपम् अस्ति. सृजति, सृजति अत्र तस्मिन् विषये सृज तत्र धातुः अस्ति विसर्गे इत्यस्मिन् अर्थे. सृजति इति लट्लकाररूपम् अस्ति, तुदादिगणीयधातुः अस्ति. अत्र भगवान् आत्मानं सृजति, किन्तु कदा सृजति वदतु, कोऽपि वदतु. यदा यदा हि धर्मस्य ग्लानिर्भवति. उत्तमम्. इत्युक्ते वदतु भगिनि, कदा भगवान् आत्मानं सृजति? सृजति इत्युक्ते अत्र श्लोके तु सृजामि इति पदमस्ति, किन्तु अत्र प्रश्नवाचकवाक्यमस्ति, भगवान् सृजति. अहं सृजामि इति श्लोके दत्तमस्ति. हा उत्तमम्. इत्युक्ते यद्यपि भगवान् निराकारः अस्ति तथापि सः साकारः भूत्वा अवतरति इति अर्थः. कदा इत्युक्ते अधर्मस्य ग्लानिः हानिः भव अधर्मस्य अभ्युत्थानं भवति. तत्र श्लोके अभ्युत्थानम् इति एकं पदमस्ति. तत्र अभियोगः उत्थानम् अभियोगः उत्थानम् अभ्युत्थानं तस्मिन् सन्दर्भे अहं पुनः अवतरामि इति भगवान् वदति. अन्तिमं वाक्यं परिशील्य समापयामः. वदतु भगिनि. उत्थानं कथम् आगच्छति? उत्थानं ल्युडन्तपदं तत्र उत् इति उपसर्गः अस्ति. स्थाधातुः अस्ति इति भाति ल्युडन्तरूपम्. उत्थानम् अभ्युत्थानं तत्रापि अभि एकः उपसर्गः अस्ति अभिपूर्वकः उत् उपसर्गपूर्वकः. तत्र उपसर्गद्वयमपि कुत्रचित् आयान्ति. अभियोगः उत् योगः स्थायोगः ल्युट् इति भवति इति भाति. अनन्तरम् अत्र अस्मिन् वाक्ये इतोपि किमस्ति? भगवान् सृजति. अत्र अत्र अन्ये के के सन्ति? सर्वेषां क्रमः आगतः वा इदानीं पर्यन्तम्? न भगिनि. वेदा भगिनी भवती कर्तुमिच्छति वा? या करोतु. कृष्णः कयोः मध्ये रथं स्थापयति. 1.24. सञ्जय उवाच, एवमुक्तो ऋषिकेशो गुणाकेशेन भारत सेनयोरु उभयोर्मध्ये स्थापयित्वा रथोयतम् सेनयोः उभयो मध्ये स्थापयित्वा रथोत्तमम्. अस्य प्रश्नस्य उत्तरमस्ति, कृष्णः कयोः मध्ये रथं स्थापयति? सेनयोः मध्ये. सेनयोः द्वितीया विभक्ति षष्ट्यान्तरूपं द्वितीय सेनयोः उभयोः सेनयोः मध्ये कयोः उभयोः सेनयोः मध्ये. अत्र उभयोः सेनयोः इति षष्टिविभक्ति द्विवचनरूपमस्ति. इत्युक्ते एतावत्पर्यन्तं पूर्वेषु वाक्येषु तत्र केवलम् षष्टि एकवचनरूपम् अथवा षष्टि बहुवचनरूपं दत्तमस्ति. किन्तु अस्मिन् वाक्ये षष्टि द्विवचनरूपम् अपि ज्ञातव्यं. तदर्थम् अत्र षष्टिद्विवचनमस्ति. अत्र सेनयोः उभयोः इति षष्टिद्विवचनमस्ति चेत् प्रथमान्तं रूपं किम्? सेनयोः उभयोः प्रथमान्तरूपं सेनयोः सेना वा? सेना. अत्र उभ इति पदं सर्वनामपदमस्ति. तत्र सर्वनामपदं योजयित्वा नामपदं वदतु. तत्र प्रथमाविभक्त्याम् अत्र तु स्त्रीलिङ्गे किं वदामः? ते उभे. तत्र पश्यतु भगिनि, ते उभेशेने ते उभेशेने इति भवति. यदि पुंलिङ्गे वक्तुमिच्छामश्चेत् तौ उभौ ग्रन्थौ. किञ्चित् ध्वनिः अस्ति भगिनि, कृपया म्यूट् करोतु. केषुचित् गृहे अत्र ते उभेशेने इति वक्तव्यं भवति. अत्र सेना इति स्त्रीलिङ्गपदम् अस्ति इति कृत्वा. अत्र आहत्य उभयोः सेनयोः मध्ये मम रथं स्थापय इति अर्जुनः वदति. स्थापय लोट्लकारः. लोट्लकार अनन्तरं लोट्लकार मध्यपुरुष बहुवचनं वा? स्थापय अत्र मध्यमपुरुष एकवचनं सारि एकवचनम् अत्र स्थापयतु स्थापयतां स्थापयन्तु स्थापय स्थापयतं स्थापयत उत्तमं स्थापयानि स्थापयाव स्थापयाम उत्तमं तावदेव इत्युक्ते अत्र श्लोके तु स्थापय इति मध्यमपुरुष लोट् लकार एकवचनं रूपं दत्तमस्ति किन्तु अत्र कृष्णः स्थापयति किं स्थापयति रथं स्थापयति अत्र रथः इति पुंलिङ्गपदं रथं स्थापयति स्थाधातुः अकर्मकधातुः किन्तु निजन्तप्रयोगः अस्ति अत्र निजन्तवाक्यं स्थाधातोः सामान्य लट्लकाररूपं किम् तिष्ठति तिष्ठति इति सामान्य सामान्यलट्लकाररूपं किन्तु अत्र स्थाधातोः निजन्तरूपं दत्तमस्ति तेन स्थापयति इति रूपमाय अत्र स्था इति धातुः दीर्घ आकारान्तधातुः अकर्मकधातुः किन्तु निजन्तरूपं साधयामश्चेत् तत्र पुग् आगमः भवति पुक् आगमः भवति तत्र एकं सूत्रमस्ति अर्ति ह्री व्ली क्नूयि क्ष्मायि यातां पुङ्नौ इति सूत्रेण तत्र पुग् आगमः भवति यथा दा धातोः रूपं दापयति स्था धातोः रूपं स्थापयति कृष्णः कुत्र रथं स्थापयति तेनयोः उभयोः मध्ये उत्तमं धन्यवादः भगिनी अत्र एतावत्पर्यन्तं यः न उक्तवान् अथवा या भगिनी न उक्तवती ते किञ्चित् वदन्तु अत्र अहं वदतु भगिनि किं वदामि भगिनि अत्र अत्र प्रश्नान् दृष्ट्वा भवती किम् अवगतवती वदतु सर्वाणि पदानि भगवद्गीतायां सन्ति उत्तराणि अनेन अभ्यासेन भवत्या किम् अवगतम् भगवान् कदा नराणां रक्षति अपि च नराणां यदि वयं तथा वदामश्चेत् नराणां रक्षणं करोति अथवा नरान् रक्षति नरान् रक्षति अथवा नराणां रक्षणं अत्र ल्युडन्तपदमस्ति चेत् तस्मात् पूर्वं साधारणतया षष्ट्यन्तं रूपम् आयाति नराणाम् इति षष्टि बहुवचनरूपमस्ति नराणां रक्षणम् अथवा नरान् इति भवति इत्युक्ते अत्र वयं षष्टिविभक्तेः विषये वयं बहून् अभ्यासान् कृतवन्तः समीचीनतया चिन्तनमपि कृतवन्तः किन्तु अधुना कालातीतः अभवत् अत्र स्थगयाम किन्तु अस्माकं पार्श्वे एका कथा अस्ति तस्मिन् विषये अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा वयं सर्वे मिलित्वा तस्य चिन्तनं करिष्यामः सर्वेषां धन्यवादः धन्यवादः नमस्कारः धन्यवादः धन्यवादः